प्रथमं प्रथमं पदं तस्मात् पदम् तस्मात् तस्मात् पदम् पदम् तस्माद्यद्यत् तस्मात् पदम् पदम् तस्माद्यत् तस्माद्यद्यत् तस्मात् तस्माद्यद्वाचो वाचो यत्तस्मात् तस्माद्यद्वाचः यद्वाचो वाचो यद्यद्वाचो नाप्तमनाप्तम् वाचो यद्यद्वाचो नाप्तम् वाचो नाप्तमनाप्तम् वाचो वाचो नाप्तम् तत्तदनाप्तम् वाचो वाचो नाप्तम् तत् नाप्तम् तत्तदनाप्तमनाप्तम् तन् मनुष्या मनुष्यास्तदनाप्तमनाप्तम् तन् मनुष्याः मनुष्या मनुष्यास्तत्तन्मनुष्या उपोपमनुष्यास्तत्तन्मनुष्या उप मनुष्या उपोपमनुष्या मनुष्या उपजीवन्ति जीवन्त्युपमनुष्या मनुष्या उपजीवन्ति उपजीवन्ति जीवन्त्युपोपजीवन्ति पूर्णया पूर्णया जीवन्त्युपोपजीवन्ति पूर्णया जीवन्ति पूर्णया पूर्णया जीवन्ति जीवन्ति पूर्णया जुहोति जुहोति पूर्णया जीवन्ति जीवन्ति पूर्णया जुहोति पूर्णया जुहोति जुहोति पूर्णया पूर्णया जुहोति पूर्णः पूर्णो जुहोति पूर्णया पूर्णया जुहोति पूर्णः पूर्णः पूर्णो जुहोति जुहोति पूर्ण इवेव पूर्णो जुहोति जुहोति पूर्ण इव पूर्ण इवेव पूर्णः पूर्ण इव हिव पूर्णः पूर्ण इव हि हि प्रजापतिः प्रजापतिर्हिवेव हि प्रजापतिः प्रजापतिः प्रजापतिर्हि प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिर्हि प्रजापतिः प्रजापतेः प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेराप्या आप्त्यै प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेराप्त्यै प्रजापतिरिति प्रजापतिः प्रजापतेराप्या आप्त्यै प्रजापतेः प्रजापतेराप्त्यै न्योनयान्योनयाप्त्यै प्रजापतेः प्रजापतेराप्त्यै न्योनया प्रजापतेरिति प्रजापतेः आप्त्यैन्योनयान्योनयाप्त्या आप्त्यैन्योनया जुहोति जुहोतिन्योनयाप्त्या आप्त्यैन्योनया जुहोति न्योनया जुहोति जुहोतिन्योनयान्योनया जुहोतिन्योनान्योना जुहोतिन्योनयान्योनया जुहोतिन्योनान्योनयेदिनीन्योनान्योना जुहोति जुहोतिन्योनाद्धिन्योना जुहोति जुहोतिन्योनाद्धिन्योनाद्धिन्योनान्योनाद्धि प्रजापति प्रजापतिर्हिन्योनाद्योनाद्धि प्रजापति न्योनादिदिनी ऊनाद प्रजापति प्रजापतिर्हि प्रजापति प्रजापतिर्हि प्रजापतिः प्रजा प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजता सृजत प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजता प्रजापतिर्हि प्रजापतिः प्रजा असृजता सृजत प्रजाः प्रजा असृजत प्रजानाम् प्रजानाम् सृजत प्रजाः प्रजा असृजत प्रजानाम् प्रजा इति प्राजाः सृजत प्रजानाम् प्रजानाम् सृजता सृजत प्रजानाम् सृष्ट्यै सृष्ट्यै प्रजानाम् सृजता सृजत प्रजानागो सृष्ट्यै प्रजानागो सृष्ट्यै सृष्ट्यै प्रजानाम् प्रजानागो सृष्ट्यै यद्यत् सृष्ट्यै प्रजानाम् प्रजानागो सृष्ट्यै यत् प्रजानामिति प्राजानाम् सृष्ट्यै यद्यत् सृष्ट्यै सृष्ट्यै यदर्चिष्यत्यषि यत् सृष्ट्यै सृष्ट्यै यदर्चिषि यदर्चिष्यत्यषि यद्यदर्चिषि प्रवृञ्ज्यात् प्रवृञ्ज्यादर्चिषि यद्यदर्चिषि प्रवृञ्ज्यात् प्रवृञ्ज्यात् प्रवृञ्ज्यादर्चिष्यत्यषि प्रवृञ्ज्यात् भूतम् भूतम् प्रवृञ्ज्यादर्चिष्यत्यषि प्रवृञ्ज्यात् भूतम् प्रवृञ्ज्यात् भूतम् भूतम् प्रवृञ्ज्यात् प्रवृञ्ज्यात् भूतमवाव भूतम् प्रवृञ्ज्यात् प्रवृञ्ज्यात् भूतमवाञ्ज्यादिति प्राजाद्वाव भूतम् भूतमवरुन्धेतरुन्धेताव भूतम् भूतमवरुन्धेता वरुन्धेतरुन्धेतावावरुन्धेत यद्यद्रुन्धेतावावरुन्धेदयत् यद्यत्रुन्धेतरुन्धेत यदङ्गारेष्वङ्गारेषु यत्रुन्धेतरुन्धेत यदङ्गारेषु यदङ्गारेष्वङ्गारेषु यद्यदङ्गारेषु भविष्यद्भविष्यदङ्गारेषु यद्यदङ्गारेषु भविष्यदङ्गारेषु भविष्यद्भविष्यदङ्गारेष्वङ्गारेषु भविष्यदङ्गारेष्वङ्गारेषु भविष्यदङ्गारेष्वङ्गारेषु भविष्यदङ्गारेषु भविष्यदङ्गारेष्वङ्गारेषु भविष्यद्भविष्यदङ्गारेषु प्रप्राङ्गारेषु भविष्यद्भविष्यदङ्गारेषु प्राङ्गारेषु प्राङ्गारेष्वङ्गारेषु प्रवृणक्ति वृणक्ति प्राङ्गारेष्वङ्गारेषु प्रवृणक्ति प्रवृणक्ति वृणक्ति प्रवृणक्ति भविष्यद्भविष्यद्वृणक्ति प्रवृणक्ति भविष्यते भविष्यद्भविष्यद्वृणक्ति वृणक्ति भविष्यदेवैव भविष्यद्वृणक्ति वृणक्ति भविष्य भविष्यदेवैव भविष्यद्भविष्यदेव वा वैव भविष्यद्भविष्यदेव वा वृन्धे भविष्यद्भविष्यद्रुन्धे वा वृन्धे भविष्यत् भविष्यद्भविष्यद्भविष्यद्धि भूयो भूयो हि भविष्यद्भविष्यद्धि भूयः स्थापयति नार्तिम् आर्तिमार्तिमार्तिमार्तिमार्तिमार्तिमार्तिमार्तिमार्तिमार्तिमार्च्यर्च्यार्तिमार्तिमार्च्छति यजमानो यजमान अर्च्यति यजमानो नन यजमान अर्च्यति यजमानो न यजमानो नन यजमानो यजमानो नास्यास्य न यजमानो यजमानो नास्यास्य न नास्ति यज्ञो यज्ञो अस्य न नास्ति यज्ञः यज्ञो यज्ञो स्यास्य यज्ञो हन्यते हन्यते यज्ञो स्यास्य यज्ञो हन्यते यज्ञो हन्यते हन्यते यज्ञो यज्ञो हन्यते यदि हन्यते यज्ञो यज्ञो हन्यते यदि हन्यते यदि हन्यते हन्यते यदि भिद्येत भिद्येत यदि हन्यते हन्यते यदि भिद्येत भिद्येत भिद्येत यदि यदि भिद्येत तैस्तैर्भिद्येत यदि यदि भिद्येत तैर्भिद्येत तैस्तैर्भिद्येत भिद्येत तैरेवैव तैर्भिद्येत भिद्येत तैरेव तैरेवैव तैस्तैरेव कपालैः कपालैरेव तैस्तैरेव कपालैः एव कपालैः कपालैरेवैव कपालैः सगुंसं कपालैरेवैव कपालैः सगुंसं कपालैः कपालैः सगुं सृजेत् सृजेत् सङ्कपालैः कपालैः सगुं सृजेत् सगुं सृजेत् सृजेत् सगुं सगुं सृजेत् सा सृजेत् सगुं सगुं सृजेत् सा सृजेत् सृजेत् सैवैव सा सृजेत् सृजेत् सैव सैवैव सा सैव ततस्तत एव सा सैव ततः ततस्तत एवैव ततः प्रायश्चित्तिः प्रायश्चित्तिस्तत एवैव ततः प्रायश्चित्तिः प्रायश्चित्तिः प्रायश्चित्तिस्ततस्तत प्रायश्चित्तिर्यो यः प्रायश्चित्तिस्ततस्तत प्रायश्चित्तिर्यः प्रायश्चित्तिर्यो यः प्रायश्चित्तिः प्रायश्चित्तिर्यो गतश्रीर्गतश्रीर्यः प्रायश्चित्तिः प्रायश्चित्तिर्यो गतश्रीः योगतश्रीर्गतश्रीर्यो योगतश्री स्यात् स्यात् गतश्रीर्यो योगतश्री स्यादश्री स्यात् स्यात् गतश्रीर्गतश्री स्यान्मथित्वा मथित्वा स्यात् गतश्रीर्गतश्री स्यान्मथित्वा श्रीरिति गताश्रीः स्यान्मथित्वा मथित्वा स्यात् स्यान्मथित्वा तस्य तस्य मथित्वा स्यात् स्यान्मथित्वा तस्यादस्य तस्य मथित्वा मथित्वा तस्यावावतस्य मथित्वा मथित्वा तस्यावावतस्य तस्यावदध्यात् दध्यादवतस्य तस्यावदध्यावदध्यात् दध्यादवावदध्यात् भूतो भूतो दध्यादवावदध्यात् भूतः भूतो भूतो दध्यात् दध्यात् भूतो वै वै भूतो दध्यात् दध्यात् भूतो वै भूतो वै वै भूतो भूतो वा एष एष वै भूतो भूतो वा एषः एष एष वै वा एष स एष एष स स्वागुस्वागुंस एष एष स स्वागुस्वागुंस स स्वान् देवतान् देवता गुस्वागुंस स स्वान् देवतां स्वान् देवतान् देवता गुस्वागुस्वान् देवतामुपोप देवता गुस्वागुस्वान् देवतामुप देवतामुपोप देवतान् देवतामुपैत्येत्युप देवतान् देवतामुपैति उपैत्येत्युपोपैति यो य एत्युपोपैति यः यो य एत्येतियो भूतिकामो भूतिकामो य एत्येतियो भूतिकामः यो भूतिकामो भूतिकामो यो भूतिकामः स्यात् स्यात् भूतिकामो यो भूतिकामः स्यात् भूतिकामः स्यात् स्यात् भूतिकामो भूतिकामः स्यात् यो य स्यात् भूतिकामो भूतिकामः स्यात् यः भूतिकाम इति भूतिकामः स्यात् यो य स्यात् स्याद्य उखाया उखायै य स्यात् स्याद्य उखायै उखाया उखायै यो य उखायै सम्भवेत् सम्भवेत् उखायै यो य उखायै सम्भवेत् उखायै सम्भवेत् सम्भवेत् उखाया उखायै सम्भवेत् स सम्भवेत् उखाया उखायै सम्भवेत् सः सम्भवेत् स सम्भवेत् सम्भवेत् स एवैव स सम्भवेत् सम्भवेत् स एव सम्भवेदिति सम्भवेत् एवैव स स एव तस्य तस्यैव स स एव तस्य एव तस्य तस्यैवैव तस्य स्यात् स्यात् तस्यैवैव तस्य स्यात् तस्य स्यात् स्यात् तस्य तस्य स्यादतो तस्यात् तस्य तस्य स्यादतः स्यादतो तस्यात् स्यादतो हि ह्यतः स्यात् स्यादतो हि अतो हि ह्यतो तो ह्येष एष ह्यतो तो ह्येषः एष एष हि ह्येष सम्भवति सम्भवत्येष हि ह्येष सम्भवति एष सम्भवति सम्भवत्येष एष सम्भवत्येष एष सम्भवत्येष एष सम्भवत्येषः सम्भवत्येष एष सम्भवति सम्भव सम्भवत्येष वै वा एष सम्भवति सम्भवत्येष वै सम्भवतीति सम्भवति एष वै वा एष वै स्वयम्भो स्वयम्भोर्वा एष वै स्वयम्भो वै स्वयम्भो स्वयम्भोर्वै वै स्वयम्भोर्नाम नाम स्वयम्भोर्वै वै स्वयम्भोर्नाम स्वयम्भोर्नाम नाम स्वयम्भो स्वयम्भोर्नाम भवति भवति नाम स्वयम्भो स्वयम्भोर्नाम भवति स्वयम्भोरिति स्वयम् नाम भवति भवति नाम नाम भवत्येवैव भवति नाम नाम भवत्येव भवत्येवैव भवति भवत्येव यञ्जमेव भवति भवत्येव यम् एव यञ्जमेव यं कामयेत कामयेत यमेवैव यं कामयेत कामयेत कामयेत यञ्जं कामयेत भ्रातृव्यं भ्रातृव्यं कामयेत यञ्जं कामयेत भ्रातृव्यं कामयेत भ्रातृव्यं भ्रातृव्यं कामयेत कामयेत भ्रातृयमस्मा अस्मै भ्रातृव्यं कामयेत कामयेत भ्रातृयमस्मै भ्रातृयमस्मास्मै भ्रातृयं भ्रातृयमस्मै जनयेयं जनयेयमस्मै भ्रातृयं भ्रातृयमस्मै जनयेयं अस्मै जनयेयं जनयेयमस्मा अस्मै जनयेयमितीति जनयेयमस्मा अस्मै जनयेयमिति जनयेयमितीति जनयेयं जनयेयमित्यन्यतोऽन्यत इति जनयेयं जनयेयमित्यन्यतः अन्यतोऽन्यत इतीत्यन्यतस्तस्य तस्यान्यत इतीत्यन्यतस्तस्यान्यतस्तस्य तस्याहृत्याहृत्यतस्याहृत्याहृत्याहृत्यतस्याहृत्या वा बाहृत्यतस्य तस्याहृत्या वाहृत्यावदध्याद्दध्यादवाहृत्याहृत्यावदध्यात् साक्षात् साक्षाद्दध्यादवावदध्यात् साक्षादेवास्मा अस्मा एव साक्षात् साक्षादेवास्मै साक्षादिति सा अक्षादेवास्मा अस्मा एवैवास्मै भ्रातृव्यं भ्रातृयमस्मा एवैवास्मै भ्रातृव्यं भ्रातृव्यं भ्रातृयमस्मा अस्मै भ्रातृव्यं जनयति जनयति भ्रातृयमस्मा अस्मै भ्रातृव्यं जनयति भ्रातृव्यं जनयति जनयति भ्रातृव्यं भ्रातृव्यं जनयत्यम्बरीषादम्बरीषाज्जनयति भ्रातृव्यं भ्रातृव्यं जनयत्यम्बरीषात् नित्यम्बरीषादम्बरीषाज्जनयति जनयत्यम्बरीषादन्न कामस्यान्न कामस्याम्बरीषाज्जनयति जनयत्यम्बरीषादन्न कामस्याम्बरीषादन्न कामस्यान्न कामस्याम्बरीषादम्बरीषादन्न कामस्या वावान्न कामस्याम्बरीषादम्बरीषादन्न कामस्या वा कामस्या वावान्न कामस्यान्न कामस्यावदध्यात् दध्यादवान्न कामस्यान्न कामस्यावदध्यान्न कामस्येत्यन्न कामस्यावदध्यात्तध्यादवावदध्यादम्बरीषेम्बरीषे दध्यादवावदध्यादम्बरीषेम्बरीषे दध्याद्दध्यादम्बरीषे वै वा अम्बरीषे दध्याद्दध्यादम्बरीषे वै अम्बरीषे वै वा अम्बरीषेम्बरीषे वा अन्नमन्नं वा अम्बरीषेम्बरीषे वा अन्नम् वा अन्नमन्नं वै वा अन्नं प्रियते प्रियते अन्नं वै वा अन्नं प्रियते प्रियते प्रियते अन्नमन्नं प्रियते सयोनि सयोनि प्रियते अन्नमन्नं प्रियते सयोनि प्रियते सयोनि सयोनि प्रियते प्रियते सयोन्येवैव सयोनि प्रियते प्रियते सयोन्येव सयोन्येवैव सयोनि सयोन्येवान्नमन्नमेव सयोनि सयोन्येवान्नं सयोनिति सा योनिवान्नमन्नमेवैवान्नमवा वान्नमेवैवान्नमवान्नमवावान्नमन्नमवरुन्धे रुन्धे वान्नमन्नमवरुन्धे रुन्धे रुन्धे वावरुन्धे मुञ्जान् मुञ्जान् रुन्धे वावरुन्धे मुञ्जानो रुन्धे मुञ्जान् मुञ्जान् रुन्धे रुन्धे मुञ्जानवावमुञ्जान् रुन्धे रुन्धे मुञ्जानवामुञ्जानवावमुञ्जान् मुञ्जानवतधातिवमुञ्जान्मुञ्जानवतधातिवतधातिवावदधात्यूर्गोर्गधात्यवावदधात्यूर्धात्योर्गोर्ग ऊर्जमेवैवोर्जमूर्जमेवास्मा अस्मा एवोर्जमूर्जमेवास्मि एवास्मा अस्मा एवैवास्मा अप्यप्यस्मा एवैवास्मा अपि अप्यप्यस्मा अस्मा अपि दधाति दधात्यप्यस्मा अस्मा अपि दधाति अपि दधाति दधात्यप्यपि दधात्यग्निरग्निर्दधात्यप्यपि दधात्यग्निरग्निर्दधातिदधात्यग्निर्देवेभ्यो देवेभ्योऽग्निरग्निर्देवेभ्यो निलायत देवेभ्योऽग्निरग्निर्देवेभ्यो निलायत देवेभ्यो निलायत निलायत देवेभ्यो देवेभ्यो निलायत स निलायत देवेभ्यो देवेभ्यो निलायत स निलायत स निलायत निलायत सक्रमुखम् कृमुखगो स निलायत निलायत सक्रमुखम् सङ्क्रमुखम् कृमुखगो स सक्रमुखम् प्रक्रमुखगो स सक्रमुखम् प्रामुखम् प्रक्रमुखम् कृमुखम् प्राविशद विशत् प्रक्रमुखम् कृमुखम् प्राविशद प्राविशद विशत् प्राविशत् कृमुखम् कृमुखमविशत् प्राविशत् कृमुखम् अविशत् कृमुखम् कृमुखमविशद विशत् कृमुखमवार कृमुखमविशद विशत् कृमुखमवावक्रमुखम् कृमुखमवदधाति दधात्यवक्रमुखम् कृमुखमवदधाति दधाति दधात्यवावदधाति यद्यद्दधात्यवावदधाति यद् यद्यद्दधाति दधाति यदेवैव यद्दधाति दधाति यदेवा यदेवैव यद्यदेवास्यास्यैव यद्यदेवास्यैवास्यैवैवास्य तत्र तत्रास्यैवैवास्य तत्रास्य तत्र तत्रास्यास्य तत्रन्यक्तन्यक्तम् तत्रास्यास्य तत्रन्यक्तम् तत्रन्यक्तन्यक्तम् तत्र तत्रन्यक्तम् दत्तन्यक्तम् तत्र तत्रन्यक्तम् तत् यक्तम् दत्तन्यक्तन्यक्तम् तदेवैव तन्यक्तन्यक्तम् तदेवमिति नीक्तम् तदेवैव दत्त देवा वा वैव दत्त देवा वा वृन्धेरुन्धेवावृन्ध आज्येनाज्येन वृन्धेवावृन्ध आज्येनाज्येन सकुंसमाज्येन संयोधियोति समाज्येनाज्येन संयोधि योत्येतदेतद्योतिसकुंसंयोत्येतद्वैवा एतद्योतियोत्येतद्वै एतद्वैवा एतदेतत्वा अग्नेरग्नेर्वा एतदेतत्वा अग्नेरग्नेर्वैवा अग्नेः प्रियम् प्रियमग्नेर्वैवा अग्नेः प्रियम् अग्नेः प्रियम् प्रियमग्नेरग्नेः प्रियम् धाम धाम प्रियमग्नेरग्नेः प्रियम् धाम प्रियम् धाम धाम प्रियम् प्रियम् धाम यद्यद्धाम प्रियम् प्रियम् धाम यद् धाम यद्यद्धाम धाम यदाज्यमाज्यम् यद्धाम धाम यदाज्यम् राज्यमाज्यम् यद्यराज्यम् प्रियेण प्रियेणाज्यम् यद्यराज्यम् प्रियेण आज्यम् प्रियेण प्रियेणाज्यमाज्यम् प्रियेणैवैव प्रियेणाज्यमाज्यम् प्रियेणैव प्रियेणैवैव प्रियेण प्रियेणैवैनमेनमेव प्रियेण प्रियेणैवैनम् ृन्धे शमीमयी मा दधाति दधात्या शमीमयी गुं शमी मयी मा दधाति दधाति शान्ति शान्ति दधाति या दधाति शान्ति शान्ति शान्ति दधाति दधाति शान्ति सीद शान्ति शान्ति सीदत्वं सीदत्वं मातुर्मातुस्त्वं त्वं मातुरस्या अस्या मातुस्त्वं त्वं मातुरस्याः मातुरस्या उपस्थ उपस्थे अस्या अस्या उपस्थ इतीत्युपस्थे अस्या अस्या उपस्थ इति उपस्थ इत्युपस्थे ृभिर्जातम् जातम् दिसृभ्यस्तिसृभ्यजातमुपोपजातम् दिसृभ्यस्तिसृभ्यजातमुपातमुपोपजातम् जातमुपतिष्ठते तिष्ठत उपजातम् जातमुपतिष्ठते उपोपतिष्ठते त्रयस्त्रयस्तिष्ठत उपोपतिष्ठते त्रय इम इमे त्रयस्तिष्ठते तिष्ठते त्रय इमे इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोकाः इमे लोका लोका इम इमे लोका एष्वेषु लोका इम इमे लोका एषु लोका एष्वेषु लोका लोका एष्वे वै वैषु लोका लोका एष्वे वै वैश्वे एष्वेव लोकेषु लोकेष्वे वैश्वे एष्वेव लोकेषु एव लोकेषु लोकेष्वेवैव लोकेष्वाविदमाविदम् लोकेष्वेवैव लोकेष्वाविदम् लोकेष्वाविदमाविदम् लोकेषु लोकेष्वाविदम् गच्छति गच्छत्याविदम् लोकेषु लोकेष्वाविदम् गच्छति आविदम् गच्छति गच्छत्याविदमाविदम् गच्छत्यथो अथो गच्छत्याविदमाविदम् गच्छत्यथो आविदमित्याविदम् गच्छत्यथो अथो गच्छति गच्छत्यथो प्राणान् प्राणानथो गच्छति गच्छत्यथो प्राणाथो प्राणान् प्राणानथो अथो प्राणानेवैव प्राणानथो अथो प्राणानेव इत्यथो प्राणानेवैव प्राणान् प्राणानेवात्मन्नात्मन्नेव प्राणान् प्राणानेवात्मन् प्राणानिति प्राणानेवात्मन्नात्मन्नेवैवात्मन् धत्ते धत्त आत्मन्नेवैवात्मन् धत्ते धत्ते धत्त आत्मन्नात्मन् धत्ते इति धत्ते नः स्म स्म स्म वै वै स्म स्म वै वै वै स्म स्म वै पुरा पुरा वै स्म स्म वै पुरा वै पुरा पुरा वै वै पुराग्निरग्निः पुरा वै वै पुराग्निः पुराग्निरग्निः पुरा पुराग्निरपरशुवृक्नमपरशुवृक्नमग्निः पुरा पुराग्निरपरशुवृक्नम् अग्निरपरशुवृक्नमपरशुवृक्नमग्निरग्निरपरशुवृक्नम् दहति दहत्यपरशुवृक्नमग्निरग्निरपरशुवृक्नम् दहति परशुवृक्नम् दहति दहत्यपरशुवृक्नमपरशुवृक्नम् दहति तत्तत्तहत्यपरशुवृक्नमपरशुवृक्नम् दहति अपरशुवृक्नमित्यपरशुवृक्नम् दहति तत्तत्तहति दहति तदस्मा अस्मै तत्तहति दहति तदस्मै तदस्मास्मै तत्तरस्मै प्रयोगः प्रयोगोऽस्मै तत्तरस्मै प्रयोगः अस्मै प्रयोगः प्रयोगोऽस्मा अस्मै प्रयोग एवैव प्रयोगोऽस्मा अस्मै प्रयोग एव प्रयोग एवैव प्रयोगः प्रयोग एव ऋषिरिषिरेव प्रयोगः प्रयोग एव ऋषिः योग इति प्रायोगः एव ऋषिरिषिरेवैव ऋषिरस्वदयदस्वदय ऋषिरेवैव ऋषिरस्वदयद अस्वदयद्यदस्वदयदस्वदयद्यदग्ने अग्ने यदस्वदयदस्वदयद्यदग्ने अग्ने अग्ने यद्यदग्ने यानि यान्यग्ने यद्यदग्ने यानि अग्ने यानि यान्यग्ने अग्ने यानि कानि कानि यान्यग्ने अग्ने यानि कानि यानि कानि कानि यानि यानि कानि चकानि यानि यानि कानि च कानि च चकानि कानि चेदिति चकानि कानि चेति चेति समिधकं समिधमिति चेति समिधम् इति समिधकं समिधमिति समिधमा समिधमिति समिधमा समिधमा समिधकं समिधमा दधाति दधात्या समिधकं समिधमा दधाति समिधमिति सम् इदम् आदधात्यपरशुवृक्णमपरशुवृक्णम् दधात्य दधात्यपरशुवृक्णमपरशुवृक्णम् राक्षोघ्नं भवत्यग्नेरग्नेर्भवति राक्षोघ्नगोरा राक्षोघ्नम् भवत्यग्ने राक्षोघ्नमिति राक्षसघ्नम् भवत्यग्नेरग्नेर्भवति भवत्यग्नेरेवैवाग्नेर्भवति ब्रह्मणा ब्रह्मणा वाचेति वाचेति ब्रह्मणैवैव ब्रह्मणा वाचेति वाचेति ब्रह्मणैव ब्रह्मणैवैव ब्रह्मणा ब्रह्मणैव क्षत्रं क्षत्रमेव ब्रह्मणा ब्रह्मणैव क्षत्रं क्षत्रं क्षत्रमेवैव क्षत्रगोसगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्रगोसं क्षत्र क्षत्रेण क्षत्रेण श्यति सुपुष्यति क्षत्रेण श्रीक्षत्रेण क्षत्रेण श्यति श्रीक्षत्रेण ब्रह्म ब्रह्म क्षत्रेण श्यति श्रीक्षत्रेण ब्रह्म क्षत्रेण ब्रह्म ब्रह्म क्षत्रेण क्षत्रेण ब्रह्म तस्मात् तस्मात् ब्रह्म क्षत्रेण क्षत्रेण ब्रह्म तस्मात् ब्रह्म तस्मात् तस्मात् ब्रह्म ब्रह्म तस्मात् ब्राह्मणो ब्राह्मणस्तस्मात् ब्रह्म ब्रह्म तस्मात् ब्राह्मणस्मात् ब्राह्मणो ब्राह्मणस्तस्मात् तस्मात् ब्राह्मणो राजन्यवान् राजन्यवान् ब्राह्मणस्तस्मात् तस्मात् ब्राह्मणो राजन्यवान् ब्राह्मणो राजन्यवान् राजन्यवान् ब्राह्मणो ब्राह्मणो राजन्यवानत्यपि राजन्यवान् ब्राह्मणो ब्राह्मणो राजन्यवानति राजन्यवानत्यपि राजन्यवान् राजन्यवानत्यन्यमन्यमपि राजन्यवान् राजन्यवानत्यन्यम् राजन्यवानिति राजन्यवाने अत्यन्यमन्यमत्यत्यन्यम् ब्राह्मणम् ब्राह्मणमन्यमत्यत्यन्यम् ब्राह्मणम् अन्यम् ब्राह्मणम् ब्राह्मणमन्यमन्यम् ब्राह्मणम् तस्मात् तस्मात् ब्राह्मणमन्यमन्यम् ब्राह्मणम् तस्मात् ब्राह्मणम् तस्मात् तस्मात् ब्राह्मणम् ब्राह्मणम् तस्मात् राजन्यो राजन्यस्तस्मात् ब्राह्मणम् ब्राह्मणम् तस्मात् राजन्यः तस्मात् राजन्यो राजन्यस्तस्मात् तस्मात् राजन्यो ब्राह्मणवान् ब्राह्मणवान् राजन्यस्तस्मात् तस्मात् राजन्यो ब्राह्मणवान् ब्राह्मणवान् ब्राह्मणवान् राजन्यो राजन्यो ब्राह्मणवानत्यति ब्राह्मणवान् राजन्यो राजन्यो ब्राह्मणवानति ब्राह्मणवानत्यति ब्राह्मणवान् ब्राह्मणवानत्यन्यमन्यमति ब्राह्मणवान् ब्राह्मणवानत्यन्यम् ब्राह्मणवानिति ब्राह्मण अत्यन्यमन्यमत्यत्यन्यगोराजन्यगोराजन्यमन्यमत्यत्यन्यगोराजन्यमन्यगोराजन्यगोराजन्यमन्यमन्य ृत्युराजन्यमन्यमन्यगोराजन्यमृत्युर्मृत्युराजन्यगोराजन्यमृत्युर्वैवैमृत्युराजन्यगोराजन्यमृत्युर्वै ृक्मगो रुक्मगो हिरण्यगो रुक्मगो हिरण्यगो रुक्मगो रुक्मगो हिरण्यगो रुक्मम् प्रति एक विगुंशतिरेक विगुंशतिर्वै देवलोका वैदेवैत्येका विंशतिः वैदेवलोका देवलोका वै वैदेवलोका द्वादश द्वादश देवलोका वै वैदेवलोका द्वादश लोका द्वादश द्वादश देवलोका देवलोका द्वादश मासा मासा द्वादश देवलोका देवलोका द्वादश मासा देवलोका इति देवा लोकाः द्वादश मासा मासा द्वादश द्वादश मासाः पञ्च पञ्च मासा द्वादश द्वादश मासाः पञ्च मासाः पञ्च पञ्च मासा मासाः पञ्चर्तव अर्तवः पञ्च मासा मासाः पञ्चर्तवः पञ्चर्तव अर्तवः पञ्च पञ्चर्तवस्त्रयस्त्रय अर्तवः पञ्च पञ्चर्तवस्त्रयः अर्धवस्त्रयस्त्रय अर्धव अर्धवस्त्रय इम इमे त्रय अर्धव अर्धवस्त्रय इमे इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोकाः लोका लोका इम इमे लोका असा वसौ लोका इम इमे लोका असौ लोका असा वसौ लोका लोका असावादित्य आदित्योऽसौ लोका लोका असावादित्यः असावादित्य आदित्यो सावसावादित्य एकविगुंश एकविगुंश आदित्यो सावसावादित्य एकविगुंशः आदित्य एकविगुंश एकविगुंश आदित्य आदित्य एकविगुंश एतावन्त एतावन्त एकविगुंश आदित्य आदित्य एकविगुंश एतावन्तः एकविगुंश एतावन्त एतावन्त एकविगुंश एकविगुंश एतावन्तो वै वा एतावन्त एकविगुंश एकविगुंश एतावन्तो वै एकविगुंश इत्येका विगुंशः एतावन्तो वै वा एतावन्त एतावन्तो वै देवलोका देवलोका वा एतावन्त एतावन्तो वै देवलोकाः देवलोका देवलोका वै वै देवलोकास्तेभ्यस्तेभ्यो देवलोका वै वै देवलोकास्तेभ्यः देवलोकास्तेभ्यस्तेभ्यो देवलोका देवलोकास्तेभ्य एवैव देभ्यो देवलोका देवलोकास्तेभ्य एव देवलोका इति देवा लोकाः एभ्य एवैव देभ्यस्तेभ्य एव भ्रातृव्यम् भ्रातृव्यमेव देभ्यस्तेभ्य एव भ्रातृव्यम् एव भ्रातृव्यम् भ्रातृव्यमेवैव भ्रातृव्यमन्तरन्तर्भ्रातृव्यमेवैव भ्रातृव्यमन्तः भ्रातृव्यमन्तरन्तर्भ्रातृव्यम् भ्रातृव्यमन्तरे एत्येत्यन्तर्भ्रातृव्यम् भ्रातृव्यमन्तरेति अन्तरे एत्येत्यन्तरन्तरेति निर्बाधैर्निर्बाधैरे एत्यन्तरन्तरेति निर्बाधैर्निर्बाधैरे एत्येतनिर्बाधैर्वै वै निर्बाधैरे एत्येतनिर्बाधैर्वै निर्बाधैर्वै वै निर्बाधैर्निर्बाधैर्वै देवा देवा वै निर्बाधैर्निर्बाधैर्वै देवा बाधैरिति बाधैः देवा देवा वै वै देवा असुरानसुरान् देवा वै वै देवा असुरान् देवा असुरानसुरान् देवा देवा असुरान् निर्बाधे निर्बाधे सुरान् देवा देवा असुरान् निर्बाधे सुरान् निर्बाधे निर्बाधे सुरानसुरान् निर्बाधे कुर्वता कुर्वत निर्बाधे सुरानसुरान् निर्बाधे कुर्वता निर्बाधे कुर्वता कुर्वत निर्बाधे निर्बाधे कुर्वत तत्तद कुर्वत निर्बाधे निर्बाधे कुर्वत तत् निर्बाध इति निहि बाधे कुर्वत तत्तद कुर्वत कुर्वत तन्निर्बाधानां निर्बाधानां तत कुर्वत कुर्वत तन्निर्बाधानां तन्निर्बाधानां निर्बाधानां तत्तन्निर्बाधानां निर्बाधत्वं निर्बाधत्वं निर्बाधानां तत्तन्निर्बाधानां निर्बाधत्वं निर्बाधानां निर्बाधत्वं निर्बाधत्वं निर्बाधानां निर्बाधानां निर्बाधत्वं निर्बाधी निर्बाधी निर्बाधत्वं निर्बाधानां निर्बाधानां निर्बाधत्वं निर्बाधी बाधानामिति निहि बाधानां निर्बाधत्वं निर्बाधी निर्बाधी निर्बाधत्वं निर्बाधत्वं निर्बाधी भवति भवति निर्बाधी निर्बाधत्वं निर्बाधत्वं निर्बाधी भवति बाधत्वमिति निर्बाधात्वं निर्बाधी भवति भवति निर्बाधी निर्बाधी भवति भ्रातृव्यान् भ्रातृव्यान् भवति निर्बाधी निर्बाधी भवति भ्रातृव्यान् बाधीति निहि बाधी भवति भ्रातृव्यान् भ्रातृव्यान् भवति भवति भ्रातृव्याने एवैव भ्रातृव्यान् भवति भवति भ्रातृव्यानेव भ्रातृव्यानेवैव भ्रातृव्यान् भ्रातृव्यानेव निर्बाधे निर्बाध एव भ्रातृव्यान् भ्रातृव्यानेव निर्बाधे एव निर्बाधे निर्बाध एवैव निर्बाधे कुरुते कुरुते निर्बाध एवैव निर्बाधे कुरुते बाधे कुरुते कुरुते निर्बाधे निर्बाधे कुरुते सावित्र्या सावित्र्या कुरुते निर्बाधे निर्बाधे कुरुते सावित्र्या बाध इति निः बाधे सावित्र्या सावित्र्या कुरुते कुरुते सावित्र्या प्रति प्रति सावित्र्या कुरुते कुरुते सावित्र्या प्रति सावित्र्या प्रति प्रति सावित्र्या सावित्र्या प्रति मुञ्चते मुञ्चते प्रति सावित्र्या सावित्र्या प्रति मुञ्चते मुञ्चते मुञ्चते प्रति प्रति मुञ्चते प्रसूत्यै प्रसूत्यै मुञ्चते प्रति प्रति मुञ्चते प्रसूत्यै मुञ्चते प्रसूत्यै प्रसूत्यै मुञ्चते मुञ्चते प्रसूत्यै नक्दोषा सा नक्दोषा सा प्रसूत्यै मुञ्चते मुञ्चते प्रसूत्यै नक्दोषा सा प्रसूत्यै नक्दोषा सा नक्दोषा सा प्रसूत्यै प्रसूत्यै नक्दोषासेति नक्दोषा सा प्रसूत्यै प्रसूत्यै नक्दोषासेति प्रसूत्या इति प्रसूत्यै नक्दोषासेति नक्दोषा सा नक्दोषा सेत्युत्तरयोत्तरये नक्दोषा सा नक्दोषा सेत्युत्तरया उत्तरयोत्तरयेदीत्युत्तरया प्राणैर्दाधार दाधार दाधार प्राणैः प्राणैर्दाधारासीन आसीनो दाधार प्राणैः प्राणैर्दाधारासीनः प्राणैरिति प्राणैः आधारासीन आसीनो दाधार दाधारासीनः प्रतिप्रत्यासीनो दाधार दाधारासीनः प्रति आसीनः प्रतिप्रत्यासीन आसीनः प्रतिमुञ्चते मुञ्चते प्रत्यासीन आसीनः प्रतिमुञ्चते मुञ्चते मुञ्चते प्रतिप्रतिमुञ्चते तस्मात्तस्मान्मुञ्चते प्रतिप्रतिमुञ्चते तस्मात् तस्मात्तस्मान्मुञ्चते मुञ्चते तस्मादासीना आसीनास्तस्मान्मुञ्चते मुञ्चते तस्मादासीनाः तस्मादासीना आसीनास्तस्मात्तस्मादासीनाः प्रजाः प्रजा आसीनास्तस्मात्तस्मादासीनाः प्रजाः प्रजा आसीना आसीनाः प्रजाः प्रजा आसीना आसीनाः प्रजाः प्रजाः प्रजाः प्रजाः प्रजायन्ते जायन्ते प्रजाः प्रजाः प्रजायन्ते इति प्राजाः प्रजायन्ते जायन्ते प्रजायन्ते कृष्णाजनम् जायन्ते प्रजायन्ते कृष्णाजनम् जायन्ते कृष्णाजनम् कृष्णाजनम् जायन्ते जायन्ते कृष्णाजनमुत्तरमुत्तरम् कृष्णाजनम् जायन्ते जायन्ते कृष्णाजनमुत्तरम् कृष्णाजनमुत्तरमुत्तरम् कृष्णाजनम् कृष्णाजनमुत्तरम् तेजस्तेज उत्तरम् कृष्णाजनम् कृष्णाजनमुत्तरम् तेज कृष्णाजनमिति कृष्णाजनम् उत्तरम् तेजस्तेज उत्तरमुत्तरम् तेजो वै वै तेज उत्तरमुत्तरम् तेजो वै उत्तरमित्युत्तरम् तेजो वै वै तेजस्तेजो वै हिरण्यगो हिरण्यम् वै तेजस्तेजो वै हिरण्यो वै हिरण्यगो हिरण्यम् वै हिरण्यम् ब्रह्म ब्रह्म हिरण्यम् वै हिरण्यम् ब्रह्म हिरण्यम् ब्रह्म ब्रह्म हिरण्यगो हिरण्यम् ब्रह्म कृष्णाजनम् कृष्णाजनम् ब्रह्म हिरण्यगो हिरण्यम् ब्रह्म कृष्णाजनम् ब्रह्म कृष्णाजनम् कृष्णाजनम् ब्रह्म ब्रह्म कृष्णाजनम् तेजसा तेजसा कृष्णाजनम् ब्रह्म ब्रह्म कृष्णाजनम् तेजसा कृष्णाजनम् तेजसा तेजसा कृष्णाजनम् कृष्णाजनम् तेजसा तेजसा कृष्णाजनम् कृष्णाजनम् तेजसा च कृष्णाजनमिति कृष्णाजनम् तेजसा च तेजसा तेजसा चैवैव च तेजसा तेजसा चैवैव च चैवैनमेनमेव च चैवैनम् ैनमेवैवैनम् ब्रह्मणा ब्रह्मणैनमेवैवैनम् ब्रह्मणा ब्रह्मणा ब्रह्मणैनमेनम् ब्रह्मणा च ब्रह्मणैनमेनम् ब्रह्मणा च ब्रह्मणा च ब्रह्मणा ब्रह्मणा चोभयत उभयतश्च ब्रह्मणा ब्रह्मणा चोभयतः भयत उभयतश्च च भयतः परिपर्युभयतश्च च भयतः परि भयतः परिपर्युभयत उभयतः परिगृह्णाति गृह्णाति पर्युभयत उभयतः परिगृह्णाति गृह्णाति गृह्णाति परिगृह्णाति षडुद्यामगो षडुद्यामम् गृह्णाति परिपरिगृह्णाति षडुद्यामम् गृह्णाति षडुद्यामगो षडुद्यामम् गृह्णाति गृह्णाति षडुद्यामगो शिक्यगो शिक्यगो षडुद्यामम् गृह्णाति गृह्णाति षडुद्यामगो शिक्यम् षडुद्यामगो शिक्यगो शिक्यगो षडुद्यामगो षडुद्यामगो शिक्यम् भवति भवति शिक्यगो षडुद्यामगो षडुद्यामगो शिक्यम् भवति षडुद्याममिति षड् उद्यामम् शिक्यम् भवति भवति शिक्यगो शिक्यम् भवति षट् षट् भवति शिक्यगो शिक्यम् भवति षट् भवति षट् षट् भवति भवति षड्वै वै षड्भजति भवति षड्वै षड्वै वै षट् षड्वा ऋतव ऋतवो वै षट् षड्वा ऋतवः वा ऋतव ऋतवो वै वा ऋतव ऋतभिरऋतभिरऋतवो वै वा ऋतव ऋतभिः ऋतव ऋतभिरऋतभिरऋतव ऋतव ऋतुभिरेवै वर्तभिरऋतव ऋतव ऋतुभिरेवा ऋतुभिरेवै वर्तभिरऋतभिरेवैनमेनमे वर्तभिरऋतभिरेवैनम् ैनमुदुदेनमेनमुद्यच्छते यच्छत उदेनमेनमुद्यच्छते यच्छते गच्छत उदुद्यच्छते उदुद्यच्छते यच्छते यद्यच्छते यच्छते यद्वादशोद्यामम् द्वादशोद्यामम् यद्यच्छते यच्छते यद्वादशोद्यामम् यद्वादशोद्यामम् द्वादशोद्यामम् यद्यद्वादशोद्यामगो संवत्सरेण संवत्सरेण द्वादशोद्यामम् यद्यद्वादशोद्यामगुं संवत्सरेण द्वादशोद्यामगुं संवत्सरेण संवत्सरेण द्वादशोद्यामं द्वादशोद्यामगुं संवत्सरेणैवैव संवत्सरेण द्वादशोद्यामं द्वादशोद्यामगुं संवत्सरेणैव द्वादशोद्यामिति द्वादश उद्यामम् संवत्सरेणैवैव संवत्सरेण संवत्सरेणैव मौञ्जम् मौञ्जमेव संवत्सरेण संवत्सरेणैव मौञ्जम् संवत्सरेणेति संवत्सरेण मत्सरेण मौञ्जम् मौञ्जमेवैव मौञ्जम् भवति भवति मौञ्जमेवैव मौञ्जम् भवति मौञ्जम् भवति भवति मौञ्जम् मौञ्जम् भवत्योर्गोर्भवति मौञ्जम् मौञ्जम् भवत्योर्गोर्भवति भवत्योर्ग्वै वा ऊर्भवति भवत्योर्ग्वै ऊर्ग्वै वा मुञ्जा मुञ्जा वा ऊर्गूर्ग्वै मुञ्जा मुञ्जा मुञ्जा वै वै मुञ्जा ऊर्जोर्जा मुञ्जा वै वै मुञ्जा ऊर्जा ऊर्जोर्जा मुञ्जा मुञ्जा ऊर्जैवैवोर्जा मुञ्जा मुञ्जा ऊर्जैव ऊर्जैवैवोर्जोर्जैवैनमेनमेवोर्जोर्जैवैनम् समर्थयत्यर्थैति समर्थयति सुपर्णः सुपर्णस्य सुपर्णस्य सुपर्णोऽसि गरुत्मान् गरुत्मानसि सुपर्णः सुपर्णोऽसि गरुत्मान् पर्ण इति सुपर्णः गरुत्मान् गरुत्मानस्यसि गरुत्मानितीति गरुत्मानस्यसि गरुत्मानिति गरुत्मानितीति गरुत्मान् गरुत्मानित्यवावेति गरुत्मान् गरुत्मानित्यवाेतीत्यवेक्षते एक्षत ईक्षते वावे एक्षते रूपकं रूपमीक्षते वावे एक्षते रूपम् ईक्षते रूपकं रूपमीक्षत ईक्षते रूपमे ैव रूपमीक्षत ईक्षते रूपमेव रूपमेवैव रूपको रूपमेवास्यास्यैव रूपको रूपमेवास्यास्यैवैवास्यैतदेतदस्यैवैवास्यैतदेतदस्यास्यैतन्महिमानम् महिमानमेतदस्यास्यैतन्महिमानम् एतन्महिमानम् महिमानमेतदेतन्महिमानम् व्याजिष्टे व्याजिष्टे महिमानमेतदेतन्महिमानम् व्याजिष्टे महिमानम् व्याजिष्टे व्याजिष्टे महिमानम् महिमानम् याजिष्टे दिवम् दिवम् याजिष्टे महिमानम् महिमानम् याजिष्टे दिवम् व्याजिष्टे दिवम् दिवम् व्याजिष्टे व्याजिष्टे दिवम् गच्छ गच्छ दिवम् व्याजिष्टे व्याजिष्टे दिवम् गच्छ व्याजष्ट इति वि आजष्टे दिवम् गच्छ गच्छ दिवम् दिवम् गच्छ सुवस्वर्गच्छ दिवम् दिवम् गच्छ सुवः सुवस्वर्गच्छ गच्छ सुवः पद पद सुवर्गच्छ गच्छ सुवः पद सुवः पद पद सुवः सुवः पदेतीति पद सुवः सुवः पदेति पदेतीति पद पतेत्याह हेति पद पतेत्याह याः हेदीत्याह सुवर्गगौ सुवर्गमाहे ीत्याह सुवर्गम् सुवर्गगोसुवर्गमाः सुवर्गमेवैव सुवर्गमाः सुवर्गमेव सुवर्गमेवैव सुवर्गगोसुवर्गमेवैनमेनमेव लोकम् लोकमेनमेवैवैनम् लोकम् लोकम् लोकमेनमेनम् लोकम् गमयति गमयति लोकमेनमेनम् लोकम् गमयति लोकम् गमयति गमयति लोकम् लोकम् गमयति गमयतीति गमयति समिद्धो अञ्जन्नञ्जन् समिद्ध समिद्धो अञ्जन् कृतरम् कृतरमञ्जन् समिद्ध समिद्धो अञ्जन् कृतरम् समिद्ध इति सम्विद्धः अञ्जन् कृतरम् कृतरमञ्जन्नञ्जन् कृतरम् मतीनाम् मतीनाम् कृतरमञ्जन्नञ्जन् कृतरम् मदीनाम् मतीनाम् मतीनाम् कृतरम् कृतरम् मतीनाम् घृतम् घृतम् मतीनाम् कृतरम् कृतरम् मतीनाम् घृतम् मतीनाम् घृतम् घृतम् मतीनाम् मतीनाम् घृतमग्नेऽग्ने घृतम् मतीनाम् मतीनाम् घृतमग्ने घृतमग्नेऽग्ने घृतम् घृतमग्ने मधुमन्मधुमदग्ने घृतम् घृतमग्ने मधुमत् अग्ने मधुमन्मधुमदग्नेऽग्ने मधुमत्पिन्वमानः पिन्वमानो मधुमदग्नेऽग्ने मधुमत्पिन्वमानः मत्पिन्वमानः पिन्वमानो मधुमन्मधुमत्पिन्वमानः मधुमदिति मधु पिन्वमान इति पिन्वमानः वाजी वहनु वहनु वाजी वाजी वहनु वाजिनम् वाजिनमहनु वाजी वाजी वहनु वाजिनम् वहन् वाजिनम् वाजिनम् वहन् वहन् वाजिनम् जातवेदो जातवेदो वाजिनम् वहन् वहन् वाजिनम् जातवेदः वाजिनम् जातवेदो जातवेदो वाजिनम् वाजिनम् जातवेदो देवानाम् देवानाम् जातवेदो वाजिनम् वाजिनम् जातवेदो देवानाम् जातवेदो देवानाम् देवानाम् जातवेदो जातवेदो देवानाम् वक्षि वक्षि देवानाम् जातवेदो जातवेदो देवानाम् वक्षि जातवे वेद इति जाता वेदः देवानां वक्षि वक्षि देवानां देवानां वक्षि प्रियं प्रियं वक्षि देवानां देवानां वक्षि प्रियं वक्षि प्रियं प्रियं वक्षि वक्षि प्रियमा प्रियं वक्षि वक्षि प्रियमा प्रियमा प्रियं प्रियमा सधस्थगो सधस्थमा प्रियं प्रियमा सधस्थम् आ सधस्थगो सधस्थमा सधस्थम् सधस्थमिति सधास्थम् हृदेनाञ्जन्नञ्जन् हृदेन हृदेनाञ्जन् सगो समञ्जन् हृदेन हृदेनाञ्जन् सञ्जन् सगो समञ्जन्नञ्जन् सम्पथः पथः समञ्जन्नञ्जन् सम्पथः सम्पथः पथः सगो सम्पथो देवयानान् देवयानान् पथः सगो सम्पथो देवयानान् देवयानान् देवयानान् पथः पथो देवयानान् प्रजानन् प्रजानन् देवयानान् पथः पथो देवयानान् प्रजानन् देवयानान् प्रजानन् प्रजानन् देवयानान् देवयानान् प्रजानन् वाजी वाजी प्रजानन् देवयानान् देवयानान् प्रजानन् वाजी देवयानानिति देवयानान् प्रजानन् वाजी वाजी प्रजानन् प्रजानन् वाज्यप्यपि वाजी प्रजानन् प्रजानन् वाज्यपि जानन्निति प्राजानन् वाज्यप्यपि वाजी वाज्यप्ये द्वे त्वपि वाजी वाज्यप्येतु ये द्वे त्वप्यप्येतु देवान् देवाने त्वप्यप्येतु देवा देवान् देवाने त्वेतु देवान् देवानिति देवा मनुत्वा त्वान् मनुत्वा सप्ते सप्ते त्वान् मनुत्वा सप्ते सप्ते सप्ते त्वा त्वा सप्ते प्रदिशः प्रदिशः सप्ते त्वा त्वा सप्ते प्रदिशः प्रदिशः प्रदिशः सप्ते सप्ते प्रदिशः सजन्तागो सजन्तां प्रदिशः सप्ते सप्ते प्रदिशः सजन्तागो सजन्तां प्रदिशः प्रदिशः सजन्ता गुस्वधागुस्वधागो सजन्तां प्रदिशः प्रदिशः सजन्तागुस्वधा प्रदिश इति प्रादिशः सजन्तागुस्वधागु स्वधागो सजन्तागो सजन्तागुस्वधामस्मा अस्मै स्वधागो सजन्तागो सजन्तागुस्वधामस्मै स्वधामस्मा अस्मै स्वधागुस्वधामस्मै यजमानाय यजमानायास्मै स्वधागुस्वधामस्मै यजमानायामिति स्वधास्मै यजमानाय यजमानायास्मा अस्मै यजमानाय धेहि धेहि यजमानायास्मा अस्मै यजमानाय धेहि यजमानाय धेहि धेहि यजमानाय यजमानाय धेहि धेहिति धेहि ईड्यश्च चेड्य ईड्यश्चास्यसि चेड्य ईड्यश्चासि आस्यसि चचासि वन्द्यो वन्द्योऽसि चचासि वन्द्यः शिवन्द्यो वन्द्योऽस्ति शिवन्द्यश्च च वन्द्योऽस्ति शिवन्द्यश्च वन्द्यश्च च वन्द्यो वन्द्यश्च वाजिनु वाजिन् च वन्द्यो वन्द्यश्च वाजिन् वाजिन् वाजिभ्युश्च च वाजिन्नाशुराशुर्वाजिभ्युश्च च वाजिन्नाशुः वाजिन्नाशुराशुर्वाजिनु वाजिन्नाशुश्च चाशुर्वाजिनु वाजिन्नाशुश्च आशुश्च चाशुराशुश्चास्यसि चाशुराशुश्चासि चास्यसि चचासि मेध्यो मेध्योऽसि चचासि मेध्यः मेध्यो मेध्योऽस्यसि मेध्यश्च च मेध्योऽस्यसि मेध्यश्च मेध्यश्च च मेध्यो मेध्यश्च सप्ते सप्ते च मेध्यो मेध्यश्च सप्ते सप्ते सप्ते च सप्ते इति सप्ते दृष्ट्वा त्वाग्निरग्निष्ट्वा देवैर्देवैस्त्वाग्निरग्निष्ट्वा देवैः त्वा देवैर्देवैस्त्वा त्वा देवैर्वसुभिर्वसुभिर्देवैस्त्वा त्वा देवैर्वसुभिः देवैर्वसुभिर्वसुभिर्देवैर्देवैर्वसुभिः सजोषाः सजोषा वसुभिर्देवैर्देवैर्वसुभिः सजोषाः वसुभिः सजोषा सजोषा वसुभिर्वसुभिः सजोषाः प्रीतम् प्रीतगो सजोषा वसुभिर्वसुभिः सजोषा प्रीतम् वसुभिरिति वसुभिः सजोषा प्रीतम् प्रीतगो सजोषा सजोषा प्रीतम् वह्निम् वह्निम् प्रीतगो सजोषा सजोषा प्रीतम् वह्निम् सजोषा इति सा जोषाः प्रीतम् वह्निम् वह्निम् प्रीतम् प्रीतम् वह्निम् वहतु वहतु वह्निम् प्रीतम् प्रीतम् वह्निम् वहतु वह्निम् वहतु वहतु वह्निम् वह्निम् वहतु जातवेदा जातवेदा वहतु वह्निम् वह्निम् वहतु जातवेदा वहतु जातवेदा जातवेदा वहतु वहतु जातवेदा वेदा इति जाता वेदः स्तेर्णम् बर्हिर्बर्हिस्तेर्णग्स्तेर्णम् बर्हिः सुष्टरीम सुष्टरीम बर्हिस्तेर्णग्स्तेर्णम् बर्हिः सुष्टरीम बर्हिः सुष्टरीम सुष्टरीम बर्हिर्बर्हिः सुष्टरीमा जुषाणा जुषाणा सुष्टरीम बर्हिर्बर्हिः सुष्टरीमा जुषाणा सुष्टरीमा जुषाणा जुषाणा सुष्टरीम सुष्टरीमा जुषाणोरुजुषाणा सुष्टरीम सुष्टरीमा जुषाणोरु सुष्टरीमेति सुष्टरीमा जुषाणोरु रुजुषाणा जुषाणोरु पृथु पृथु रुजुषाणा जुषाणोरु पृथु पृथु पृथु रुरु पृथु प्रथमानम् प्रथमानम् पृथु पृथु प्रथमानम् पृथु प्रथमानम् प्रथमानम् पृथु पृथु प्रथमानम् पृथिव्याम् पृथिव्याम् प्रथमानम् पृथु पृथु प्रथमानम् पृथिव्या प्रथमानम् पृथिव्याम् पृथिव्याम् प्रथमानम् प्रथमानम् पृथिव्या पृथिव्यामिति पृथिव्या देवेभिर्युक्तम् युक्तम् देवेभिर्युक्तमतिरतिर्युक्तम् देवेभिर्देवेभिर्युक्तमदितिः युक्तमतिरतिर्युक्तम् युक्तमदितिः सजोषा सजोषा अतिर्युक्तम् युक्तमदितिः सजोषा स्वजोषा स्वजोषा सजोषा स्योनग्स्योनको सजोषा अतिरतिसजोषा स्योनम् सजोषा स्योनग्स्योनको सजोषा सजोषा स्योनम् कृण्वाना कृण्वाना स्योनगो सजोषा सजोषा स्योनम् कृण्वाना इति सा जोषाः स्योनम् कृण्वाना कृण्वाना स्योनग्स्योनम् कृण्वाना सुविदे सुविदे कृण्वाना स्योनग्स्योनम् कृण्वानासु विते कृण्वानासु विते सुविते कृण्वाना कृण्वानासु विते दधातु दधातु सुविते कृण्वाना कृण्वानासु विते दधातु सुविते दधातु दधातु सुविते सुविते दधातु धात्विति दधातु वेता उभुवेता रेता उभोव उवेता वेता उवः उभोव उभुवः सुभगा सुभगाव उभुवः सुभगाः सुभगा सुभगावोव सुभगा विश्वरूपा विश्व विश्वरूपा विश्वरूपा सुभगा सुभगा विश्वरूपा विश्वरूपा सुभगा सुभगा विश्वरूपा सुभगा इति सुभगाः विश्वरूपा विश्वरूपा विश्वरूपा विपक्षोभिः पक्षोभिर्विश्वरूपा विश्वरूपा विपक्षोभिः विश्वरूपा इति विश्वरूपाः पक्षोभिः पक्षोभिर्विपक्षोभिश्रयमाणाश्रयमाण पक्षोभिर्विपक्षोभिश्रयमाणाः पक्षोभिः पक्षोभिश्रयमाणा उदुच्छ्रयमाणाः पक्षोभिः पक्षोभिश्रयमाणा उद पक्षोभिरिति पक्षः श्रयमाणा उदुच्छ्रयमाणा श्रयमाणा उदातैरातैरुच्छ्रयमाणा श्रयमाणा उदातैः उदातैरातैरुदातैः आतैरित्यातैः कवशः कवशः सदीर्श्वाश्वासदीः कवशः सदीः कवशः कवशः सदीः सदीः कवशः शुम्भमानाः शुम्भमानाः कवशः सदीः सदीः कवशः शुम्भमानाः कवशः शुम्भमानाः शुम्भमानाः कवशः कवशः शुम्भमाना द्वारो द्वारः शुम्भमानाः कवशः कवशः शुम्भमाना द्वारः शुम्भमाना द्वारो द्वारः शुम्भमानाः शुम्भमाना द्वारो देवेर्देवेर्द्वारः शुम्भमानाः शुम्भमाना द्वारो देवीः द्वारो देवीर्देवीर्द्वारो द्वारो देवी सुप्रायणा सुप्रायणा देवीर्द्वारो द्वारो देवी सुप्रायणा देवी सुप्रायणा सुप्रायणा देवीर्देवी सुप्रायणा भवन्तु भवन्तु सुप्रायणा देवीर्देवी सुप्रायणा भवन्तु प्रायणा भवन्तु भवन्तु सुप्रायणा सुप्रायणा भवन्तु सुप्रायणा इति सुप्रायणा द्विति भवन्तु अन्तरा मित्रा वरुणा मित्रा वरुणान्तरान्तरा मित्रा वरुणा चरन्ति चरन्ति मित्रा वरुणान्तरान्तरा मित्रा वरुणा चरन्ति वरुणा चरन्ति चरन्ति मित्रा वरुणा मित्रा वरुणा चरन्ति मुखम् मुखम् चरन्ति मित्रा वरुणा मित्रा वरुणा चरन्ति मुखम् मित्रा वरुणेति मित्रा वरुणान्ति मुखम् मुखम् चरन्ति चरन्ति मुखम् यज्ञाना यज्ञानाम् मुखम् चरन्ति चरन्ति मुखम् यज्ञाना चरन्ति इति चरन्ति यज्ञानाम् मुखम् मुखम् यज्ञानामभ्यभियज्ञानाम् मुखम् मुखम् यज्ञानामभि यज्ञानामभ्यभियज्ञानाम् यज्ञानामभि संविधाने संविधाने अभियज्ञानामभिसंविधाने संविधाने अभ्यभिसंविधाने वां वामुषा सोषा सा वागुंसु हिरण्ये सुहिरण्ये वामुषा सोषा सा वागुंसु हिरण्ये वागुंसु हिरण्ये सुहिरण्ये वां वागुंसु हिरण्ये सुशिल्पे सुशिल्पे सुहिरण्ये वां वागुंसु हिरण्ये सुशिल्पे हिरण्ये सुशिल्पे सुशिल्पे सुहिरण्ये सुहिरण्ये सुशिल्पे अतस्त्यप्तस्य सुशिल्पे सुहिरण्ये सुहिरण्ये सुशिल्पे अतस्या हिरण्ये इति सो हिरण्ये सुशिल्पे अतस्त्यप्तस्य सुशिल्पे सुशिल्पे अतस्त्ययोनौ योनावृतस्य सुशिल्पे सुशिल्पे अतस्त्ययोनौ सुशिल्पे इति सो शिल्पे योनौ योनावृतस्त्यप्तस्त्ययोनाभिहेह योनावृतस्त्यप्तस्य योनाभिः योनाभिहेह योनौ योनाभिः साधयामि साधयामीह योनौ योनाभिः साधयामि साधयामि साधयामीहेह साधयामि साधयामीति साधयामि प्रथमा वां वां प्रथमा प्रथमा वागुंसरथिना सरथिना वां प्रथमा प्रथमा वागुंसरथिना वागुंसरथिना सरथिना वां वागुंसरथिना सुवर्णा सुवर्णा सरथिना वां वागुंसरथिना सुवर्णा सरथिना सुवर्णा सुवर्णा सरथिना सरथिना सुवर्णा देवौ देवौ सुवर्णा सरथिना सरथिना सुवर्णा देवौ सरथिनेति सारथिना सुवर्णा देवौ देवौ सुवर्णा सुवर्णा देवौ पश्यन्तु पश्यन्तौ देवौ सुवर्णा सुवर्णा देवौ पश्यन्तु सुवर्णेति सुवर्णा देवौ पश्यन्तौ पश्यन्तौ देवौ देवौ पश्यन्तौ भुवनानि भुवनानि पश्यन्तौ देवौ देवौ पश्यन्तौ भुवनानि पश्यन्तौ भुवनानि भुवनानि पश्यन्तौ पश्यन्तौ भुवनानि विश्वा विश्वा भुवनानि पश्यन्तौ पश्यन्तौ भुवनानि विश्वा भुवनानि विश्वा विश्वा भुवनानि भुवनानि विश्वा विश्वेदि विश्वा प्रयञ्चोदना चोदनाभिप्रयमभिप्रयम् चोदना वां वां चोदनाभिप्रयमभिप्रयम् चोदना वां चोदना वां वां चोदना चोदना वां विमाना विमाना वां चोदना चोदना वां विमाना विमाना विमाना वां वां विमाना होतारा होतारा विमाना वां वां विमाना होतारा विमाना होतारा होतारा विमाना विमाना होतारा ज्योतिर् ज्योतिर् होतारा विमाना विमाना होतारा ज्योतिः होतारा ज्योतिर् ज्योतिर् होतारा होतारा ज्योतिः प्रदिशा प्रदिशा ज्योतिर् होतारा होतारा ज्योतिः प्रदिशा ज्योतिः प्रदिशा प्रदिशा ज्योतिर् ज्योतिः प्रदिशा दिशन्ता दिशन्ता प्रदिशा ज्योतिर् ज्योतिः प्रदिशा दिशन्ता प्रदिशा दिशन्ता दिशन्ता प्रदिशा प्रदिशा दिशन्ता प्रदिशेति प्रादिशा दिशन्तेति दिशन्ता आदित्यैर्नो न आदित्यैरादित्यैर्नो भारति भारती न आदित्यैरादित्यैर्नो भारति नो भारति भारती नो नो भारति वष्टवष्टु भारती नो नो भारति वष्टु भारति वष्टु वष्टु भारति भारति वष्टु यज्ञं यज्ञं वष्टु भारति भारति वष्टु यज्ञं वष्टु यज्ञं यज्ञं वष्टु वष्टु यज्ञगो सरस्वती सरस्वती यज्ञं वष्टु वष्टु यज्ञगो सरस्वती यज्ञगो सरस्वती सरस्वती यज्ञं यज्ञगो सरस्वती सरस्वती यज्ञं यज्ञगो सरस्वती सह सरस्वती सह सह सरस्वती सरस्वती सह रुद्रै रुद्रै सह सरस्वती सरस्वती सह रुद्रै सह रुद्रै रुद्रै सह सह रुद्रैर्नो नो रुद्रै सह सह रुद्रैर्नः रुद्रैर्नो नो रुद्रै रुद्रैर्न आवीदावीन्नो रुद्रै रुद्रैर्न आवीन आवीदावीन्नो न आवीत् आवीदित्यावीर्लोपहूतोपहूतेडेडोपहूता वसुभिर्वसुभिर्वहूतेडेडोपहूता वसुभिः पहूता वसुभिर्वसुभिर्पहूतोपहूता वसुभिः सजोषा सजोषा वसुभिरुपहूतोपहूता वसुभिः सजोषा उपहूतेत्युपाहूता सजोषा सजोषा वसुभिर्वसुभिः सजोषा यज्ञं यज्ञगो सजोषा वसुभिर्वसुभिः सजोषा यज्ञं वसुभिरिति वसुभिः सजोषा यज्ञं यज्ञगो सजोषा सजोषा यज्ञं नो नो यज्ञगो सजोषा सजोषा यज्ञं नः सजोषा इति सजोषा यज्ञं नो नो यज्ञं यज्ञं नो देवीर्देवीर्नो यज्ञं यज्ञं नो देवी नो देवीर्देवीर्नो नो देवीरमृतेष्वमृतेषु देवीर्नो नो देवीरमृतेषु देवीरमृतेष्वमृतेषु देवीर्देवीरमृतेषु दत्त दत्तामृतेषु देवीर्देवीरमृतेषु धत्ता अमृतेषु धत्त धत्तामृतेष्वमृतेषु धत्ता धत्तेति धत्ता अष्टा वीरम् वीरम् त्वष्टात् त्वष्टा वीरम् देवकामम् देवकामम् वीरम् त्वष्टात् त्वष्टा वीरम् देवकामम् वीरम् देवकामम् देवकामम् वीरम् वीरम् देवकामम् जान जान देवकामम् वीरम् वीरम् देवकामम् जान देवकामम् जान जान देवकामम् देवकामम् जान त्वष्टस्त्वष्टर्जान देवकामम् देवकामम् जान त्वष्टुः देवकाममिति देवा कामम् जान त्वष्टस्त्वष्टर्जान जान त्वष्टुरर्वार्वा त्वष्टर्जान जान त्वष्टुरर्वार्वा त्वष्टस्त्वष्टुरर्वा जायते जायतेर्वा त्वष्टस्त्वष्टुरर्वा जायते अर्वा जायते जायतेर्वार्वा जायत आशुराशुर्जायतेर्वार्वा जायत आशुः जायत आशुराशुर्जायते जायत आशुरश्वोश्व आशुर्जायते जायत आशुरश्वः आशुरश्वोश्व आशुराशुरश्वः अश्व इत्यश्वः त्वष्टेदमिदम् त्वष्टात् त्वष्टेदम् विश्वम् विश्वमिदम् त्वष्टात् त्वष्टेदम् विश्वम् इदम् विश्वम् विश्वमिदमिदम् विश्वम् भुवनम् भुवनम् विश्वमिदमिदम् विश्वम् भुवनम् विश्वम् भुवनम् भुवनम् विश्वम् विश्वम् भुवनम् जान जान भुवनम् विश्वम् विश्वम् भुवनम् जान भुवनम् जान जान भुवनम् भुवनम् जान बहोर्बहोर्जान भुवनम् भुवनम् जान बहो जान बहोर्बहोर्जान जान बहो कर्तारम् कर्तारम् बहोर्जान जान बहो कर्तारम् कर्तारम् कर्तारम् बहो कर्तारमिहेह कर्तारम् बहोर्बहोः कर्तारमिहा कर्तारमिहेह कर्तारम् कर्तारमिह यक्षि यक्षीह कर्तारम् कर्तारमिह यक्षि यक्षि यक्षीहेह यक्षि होतर होतरि यक्षीहेह यक्षि होतः यक्षि होतर होतरि यक्षि यक्षि होतः तरिति होतः अश्वो घृतेन घृतेनाश्वोऽश्वो घृतेनत्मन्यात्मन्या घृतेनाश्वोऽश्वो घृतेनत्मन्या घृतेनत्मन्यात्मन्या घृतेन घृतेनत्मन्या समक्तः समक्तस्मन्या घृतेन घृतेनत्मन्या समक्तः मन्या समक्तः समक्तस्मन्यात्मन्या समक्त उपोपसमक्तस्मन्यात्मन्या समक्त उपोपसमक्तस्समस्तमदेवान् देवाघुम् उपसमक्तः समक्त उपदेवा समक्त इति समक्तः देवान् देवाघुम् उपोपदेवाघुम् अर्दशर्दशो देवाघुम् उपोपदेवाघुम् अर्दशः देवाघोर्दशर्दशो देवान् देवाघोर्दशः पाथः पाथ दशो देवान् देवाघोर्दशः पाथः पाथ पाथ अर्दशर्दशः पाथ एत्वे तु पाथ अर्दशर्दशः पाथ एतु अर्दशैत्युर्दोषः पाथ एत्वे तु पाथ पाथ एतु एत्वित्येतु वनस्पतिर्देवलोकम् देवलोकम् वनस्पतिर्वनस्पतिर्देवलोकम् प्रजानन् प्रजानन् देवलोकम् वनस्पतिर्वनस्पतिर्देवलोकम् प्रजानन् देवलोकम् प्रजानन् प्रजानन् देवलोकम् देवलोकम् प्रजानन् अग्निनाग्निना प्रजानन् देवलोकम् देवलोकम् प्रजानन् अग्निना देवलोकमिति देवा लोकम् प्रजानन् अग्निनाग्निना प्रजानन् प्रजानन् अग्निना हव्या हव्याग्निना प्रजानन् प्रजानन् अग्निना हव्या प्रजानन्निति प्रजानन् अग्निना हव्या हव्याग्निनाग्निना हव्या स्वदितानि स्वदितानि हव्याग्निनाग्निना हव्या स्वदितानि स्वदितानि स्वदितानि हव्या हव्यास्वदितानि वक्षत् वक्षत्स्वदितानि हव्या हव्यास्वदितानि वक्षत् स्वदितानि वक्षत् वक्षत्स्वदितानि स्वदितानि वक्षत् शरीरि वक्षत् प्रजापतेस्तपसा तपसा प्रजापते प्रजापतेस्तपसा वावृधानो वावृधानस्तपसा प्रजापते प्रजापतेस्तपसा वावृधानः प्रजापतेरिति प्रजा तपसा वावृधानो वावृधानस्तपसा तपसा वावृधानः सद्यः सद्यो वावृधानस्तपसा तपसा वावृधानः सद्यः वावृधानः सद्यः सद्यो वावृधानो वावृधानः सद्यो जातो जातः सद्यो वावृधानो वावृधानः सद्यो जातः सद्यो जातो जातः सद्यः सद्यो जातो दधिषे दधिषे जातः सद्यः सद्यो जातो दधिषे जातो दधिषे दधिषे जातो जातो दधिषे यज्ञम् यज्ञम् दधिषे जातो जातो दधिषे यज्ञम् दधिषे यज्ञम् यज्ञम् दधिषे दधिषे यज्ञमग्ने यज्ञे यज्ञम् दधिषे दधिषे यज्ञमग्ने यज्ञमग्ने यज्ञे यज्ञम् यज्ञमग्ने यज्ञे स्वाहा कृतेन हविषा हविषा स्वाहा कृतेन स्वाहा कृतेन हविषा पुरोगाः पुरोगा हविषा स्वाहा कृतेन स्वाहा कृतेन हविषा पुरोगा स्वाहा कृतेन स्वाहा कृतेन हविषा पुरोगाः पुरोगा हविषा हविषा पुरोगा याहि याहि पुरोगाः विशाः विशाः पुरोगा याहि पुरोगा याहि याहि पुरोगाः पुरोगा याहि साध्या साध्या याहि पुरोगाः पुरोगा याहि साध्या पुरोगा इति पुरः याहि साध्या साध्या याहि याहि साध्या हविर्हविः साध्या याहि याहि साध्या हविः साध्या हविर्हविः साध्या साध्या हविरदन्त्वदन्तु हविः साध्या साध्या हविरदन्तु हविरदन्त्वदन्तु हविर्हविरदन्तु देवा देवा अदन्तु हविर्हविरदन्तु देवा अदन्तु देवा देवा अदन्त्वदन्तु देवा देवा इति देवाः इति पञ्चमकाण्डे प्रथमप्रश्नस्य घनपाठः समाप्तः।